पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 15 भीष्म उवाच किं कृतं ब्रह्मणा ब्रह्मन् प्रेष्य वाराणसीपुरीं जनार्दनेन किं कर्म शङ्करेण च यन्मुने कथं यज्ञकृतस्तेन कस्मिंस्तीर्थे वदस्व मे के सदस्या ऋत्विजश्च सर्वांस्तान् प्रब्रवीहि मे के देवास्तर्पितास्तेन एतन्मे कौतुकं महद पुलस्त्य उवाच श्रीनिधानं पुरं मेरोशिखरे रत्नचित्रितम् अनेकाश्चर्यनिलयं बहुपादपसङ्कुलं विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम् लतावितानशोभाढ्यं शिखिशब्दविनादितं मृगेन्द्ररवविक्रस्तगजयूथसमाकुलं निर्झराम्बुप्रपातोद्ध शीकरासारशीतलं वादाहदतरुव्रातप्रसन्नापानचित्रितं मृगनाभिवरामोदवासिताशेषकाननं लतागृहरधिश्रान्तसुप्तविद्याधराध्वगं प्रगीतकिन्नरव्रातमधुरध्वनिनादितम् तस्मिन्ननेकविन्यासशोभिताशेषभूमिकं वैराजं नाम भवनं ब्रह्मणपरमेष्ठिनः तत्र दिव्याङ्गनोद्गीतमधुरध्वनिनादिदा पारिजाततरुत्पन्नमञ्जरीदाममालिनी रत्नरश्मिसमूहोद्ध बहुवर्णविचित्रिता विन्यस्तस्तम्भकोटिस्तु निर्मला दर्शशोभिता अप्सरो नृत्यविन्यास विलासोल्लासलासिता बह्वातोद्यसमुत्पन्नसमूहस्वननादिता लयतालयुतानेकगीतवादित्रशोभिता सभा कान्तिमदीनामदेवानां शर्मदायिका ऋषिसङ्खसमायुक्ता मुनिवृन्दनिषेविता द्विजातिसामशब्देन नादितानन्ददायिनी तस्यां निविष्टो देवेश सन्ध्या सक्तः पितामहः ध्यायति स्म परं देवं येनेदं निर्मिदं जगद ध्यायदो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहं कस्मिन् स्थाने मया यज्ञकार्य कुत्र धरातले काशी प्रयागस्तुङ्गा च नैमिषं शृङ्खलं तथा काञ्चीभद्रा देविका च कुरुक्षेत्रं सरस्वती प्रभासादीनि तीर्थानि पृथिव्यामिकमध्यतः क्षेत्राणि पुण्यतीर्थानि सन्ति यानीह सर्वशः मदा देशाच्च रुद्रेण कृतान्यन्यानि भूतले यथाकं सर्वदेवेषु आदिदेवो व्यवस्थितः तथा चैकं परं तीर्थमादिभूतं करोम्यहम् अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजं पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः एवं चिन्तयतस्तस्य ब्रह्मणस्तु प्रजापतेः मदिरेषा समुत्पन्ना व्रजाम्येष धरातले प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम् नानाद्रुमलताकीर्णं नानापुष्पोपशोभितं नानापक्षिरवाकीर्णं नानामृगगणाकुलं द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान् बुद्धिपूर्वमिवन्यस्तैः पुष्पैर्भूषितभूतलं नानागन्धरसैपक्वापक्वैश्च षड्ऋदूद्भवैः फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च बहिः क्षिपति जातानि मारुतोऽनुग्रहादिव नानापुष्पसमूहानां गन्धमादाय मारुतः शीतलो वादिखं भूमिं दिशो यत्राभिवासयन् हरितस्निग्ध निश्छिद्रैरकीडकवनोत्कटैः वृक्षैरनेकसंज्ञायैर्यद्भूषितं शिखरान्वितैः अरोगैर्दर्शनीयैश्च सुवृत्तैकैश्चिदुज्ज्वलैः कुटुम्बमिव विप्राणामृत्विग्भिर्भाति सर्वतः शोभं ते धातुसङ्काशैरङ्कुरैप्रावृताद्रुमाः कुलीनैरिव निश्चिद्रैः स्वगुणैः प्रावृता नराः पवनाविद्धशिखरैस्पृशन्तीव परस्परम् आजिक्रन्ती वचान्योन्यं पुष्पशाखावतंसकाः नागवृक्षा क्वचित् पुष्पैर्द्रुमवानीरकेसरैः नयनैरिव शोभं ते चञ्चलैः कृष्णतारकैः पुष्प सम्पन्नशिखरा कर्णिकारद्रुमा क्वचिद् युग्मयुग्माद्विधा चेह शोभन्त इव दम्पती सुपुष्पप्रभवाटोपैः सिन्धुवारद्रुपं क्रयः मूर्तिमत्य इवा भान्ति पूजिता वनदेवताः क्वचित् क्वचित् कुन्दलता सुपुष्पाभरणोज्ज्वलाः दिक्षु वृक्षेषु शोभं ते बालचन्द्रा इवोच्छिताः सर्जार्जुना क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः धौदकौशेयवासोऽभिप्रावृताः पुरुषा इव अधिमुक्तकवल्लीभिपुष्पिताभिस्तथा द्रुमाः उपगूढा विराजं ते स्वनारीभिरिव प्रियाः अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः हस्तैर्हस्तान् स्पृशन्तीव सुहृच्छिरसङ्गताः फलपुष्पभरा नम्राः पनसा सरलार्जुनाः अन्योन्यमर्चयन्तीव पुष्पैश्च फलैस्तथा मारुदावेगसंश्लिष्टैः पादपासालबाहुभिः अभ्याश्यमागतं लोकं प्रतिभावैरिवोद्धिताः पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः वसन्तमहामासाद्य पुरुषान् स्पर्धयन्ति हि पुष्पशोभाभरणदैशिखरैर्वायुकम्पितैः नृत्यन्तीव नराः प्रीदा स्रगलङ्कृतशेखराः शृङ्गाग्रपवनक्षिप्ता पुष्पावलियुधा द्रुमाः स वल्लीकाः प्रनृत्यन्ति मानवा इव सप्रियाः स्वपुष्पनदवल्लीभिः पादपा क्वचिदावृताः भान्दितारागणैश्चित्रैः शरदीवनभस्थलं द्रुमाणामधवाग्रेषु पुष्पिता मालतीलताः शेखरा इव शोभं ते रचिता बुद्धिपूर्वकम् हरिधा काञ्चनच्छाया फलिता पुष्पिता द्रुमाः सौहृदं दर्शयं दीव नरा साधु समागमे पुष्पकिञ्जल्ककपिला गता सर्वदिशासु च कदम्बपुष्पस्य जयं घोषयन्तीव षट्पदाः क्वचित् पुष्पासवक्षीभासं पदन्ति ततस्तदः पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः शिरीषपुष्पसङ्काशाशुका मिथुनश क्वचिद् कीर्तयन्ति गिरश्चित्राः पूजिता ब्राह्मणा यथा सहचारी सुसंयुक्ता मयूराश्चित्रबर्हिणः वनान्तेष्वपि नृत्यन्ति शोभं त इव नर्तकाः कूजं तः पक्षिसङ्खादा नानारुदविराविणः कुर्वन्ति रमणीयं वै रमणीयतरं वनं नानामृगगणाकीर्णं नित्यं प्रमुदिदां डजं तद्वनं नन्दनसमं मनोदृष्टिविवर्धनं पद्मयोनिस्तु भगवांस्तथारूपं वनोत्तमम् ददर्शादर्शवदृष्ट्या सौम्यया पापयन्निव तावृक्षपङ्क्तयः सर्वा दृष्ट्वा देवं तथा गदं निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसम्पदः पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः एवमुक्ता भगवता तरवो निरवग्रहाः ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा विरिञ्चनम् वरं ददासि चेद्देव प्रपन्नजनवत्सल इहैव भगवन्नित्यं वने संनिहितो भव यश नः परमकामः पितामह नमोऽस्तु ते त्वं चेद्वससि देवेश वनेऽस्मिन्विश्वभावन सर्वात्मना प्रपन्नानां वाञ्छतामुत्तमं वरं वरकोटिभिरन्याभिरलं नो दीयतां वरं सन्निधानेन तीर्थेभ्य इदं स्यात् प्रवरं महद ब्रह्मोवाच उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः कामघा कामरूपाश्च कामरूपफलप्रदाः कामसन्दर्शनाः पुंसां तपःसिद्ध्युज्ज्वला नृणां श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ एवं स वरदो ब्रह्मा अनुजग्राह पादपान् स्थित्वा वर्षसहस्रं तु पुष्करं प्रक्षिपद्भुवि क्षितिर्निपतिता तेन व्यकम्पदरसातलं विवश्यास्तत्यजुर्वेलां सागराः क्षुभिदोर्मयः शक्राशनीहदानीव व्याघ्रव्याला वृतानि च शिखराण्यप्यशीर्यन्त पर्वतानां सहस्रशः देवसिद्धविमानानि गन्धर्वनगराणि च प्रचेलुर्बभ्रमुः पेदुर्विविशुश्च धरातलं कपोदमेखाक्खात्पेदुः पुडसङ्घाददर्शिनः ज्योतिर्गणांश्चादयं तो बभूवुस्तीव्रभास्कराः महता तस्य शब्देन मूकान्धबह्धिरीकृतं बभूवव्याकुलं सर्वं त्रैलोक्यं सचराचरम् सुरासुराणां सर्वेषां शरीराणि मनांसि च अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे धैर्यमालम्ब्य सर्वेधब्रह्माणं चाप्यलोकयन् न च ते तमपश्यन्त कुत्र त्र ब्रह्मागतो ह्यभूद किमर्थं कम्पिता भूमिर्निमित्तोत्पाददर्शनं तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः प्रणिपत्य इदं वाक्यमुक्तवन्दो दिवौकसः किमेतद्भगवन् ब्रूहि निमित्तोत्पाददर्शनं त्रैलोक्यं कम्पितं येन संयुक्तं कालधर्मणा जातकल्पावसानं तु भिन्नमर्यादसागरं चत्वारो दिग्गजा किं तु बभूवुरचलाश्चलाः समावृता धरा कस्मात् सप्तसागरवारिणा उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना यादृशो वा स्मृतशब्दो न भूतो न भविष्यति त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता शुभो शुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसां भगवन्यदि जानासि किमेतत् कथयस्वनः एवमुक्तो ब्रवीद्विष्णुः परमेणानुभावितः मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणं निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधं पद्महस्तो हि भगवान् ब्रह्मालोकपितामहः भूप्रदेशे पुण्यराश्यौ यज्ञं कर्तुं व्यवस्थितः अवरोहे पर्वतानां वने चादीवशोभने कमलं तस्य हस्तात्तु पतितं धरणीतले तस्य शब्दो महानेष येन यूयं प्रकम्पिताः तत्रासौ तरुवृन्देन पुष्पामोदाभिनन्दितः अनुगृह्याथ भगवान् वनं तत्समृगाण्डजम् जगदोऽनुग्रहार्थाय वासं तत्रान्वरोचयद पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च जनितं तद्भगवता लोकानां हितकारिणा ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह आराध्यमानो भगवान् प्रदास्यति वरान्वरान् इत्युक्त्वा भगवान् विष्णुसहतैर्देवदानवैः जगाम तद्वनोद्देश्यं यत्रास्ते सदुःखं जजः प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनं सम्प्राप्तं सर्वदेवैस्तु वनं नन्दनसम्मितं पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा प्रविश्याधवनं देवा सर्वपुष्पोपशोभितम् इह देवोऽस्तीति देवा बभ्रमुश्च दिदृक्षवः मृगयं तस्ततस्तेदु सर्वे देवाः सवासवाः अद्भुतस्य वनस्यां तं नदे ददृशुराशुगाः विचिन्वद्भिस्तदा देवं देवैर्वायुर्विलोकितः सतानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना तदा खिन्ना विचिन्वं तस्तस्मिन् पर्वतरोधसि दक्षिणे चोत्तरे चैव अन्तराले पुनः पुनः वायुक्तं हृदये कृत्वा वायुस्तानब्रवीत् पुनः त्रिविधो दर्शनोपायो विजिञ्चेरस्य सर्वदा श्रद्धाज्ञानेन तपसा योगेन च निगद्यते सकलं निष्कलं चैव देवं पश्यन्ति योगिनः तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परं समुत्पन्ने तु विज्ञाने मन्दश्रद्धो न पश्यति भक्त्या परमया क्षिप्रं ब्रह्म पश्यन्ति योगिनः द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम् तपश्चरदभद्रं वो ब्रह्माराधनतत्पराः ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनां सर्वकालं स जानाति दातव्यं दर्शनं मया वायोस्तु वचनं श्रुत्वा हिदमेदवेत्य च ब्रह्मेच्छाविष्टमदयो वाक्पदीं च ततो ब्रुवन् प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्वनः स दिदीक्ष इषुः क्षिप्रममरान् ब्रह्मदीक्षया वेदोक्तेन विधानेन दीक्षयामासतान् गुरुः विनीतवेषाः प्रणदा अन्धे वासित्वमाययुः ब्रह्मप्रसादं सम्प्राप्ताः पौष्करं ज्ञानमीरितम् यज्ञं चकारविधिना धिषणोध्वर्युसत्तमः पद्मं कृत्वा मृणालाढ्यं पद्मदीक्षाप्रयोगदः अनुजग्राहदेवांस्तान् सुरेच्छाप्रेरितो मुनिः तेभ्यो ददौ विवेकिभ्यः स वेदोक्तावधानविद दीक्षां वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः एकमग्निं च संस्कृत्य महात्मा त्रिदिवौकसाम् प्रादादाङ्गिरसस्तुष्टो जाप्यं वेदोदितं तु यद् त्रिसुपर्णं त्रिमधुज पावमानीं च पावनीं स हि जाप्यादिकं सर्वमशिक्षयदुद्धारधीः आपोहिष्टेदि यस्नानं ब्राह्मं तत्परिपठ्यते पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्धनं सिद्धिदं कीर्तिदं चैव कलिकल्मषनाशनम् तस्मात् सर्वप्रयत्नेन ब्रह्मस्नानं समाचरेत कुर्वन्तो मौनिनो दां ता दीक्षिताः क्षपितेन्द्रियाः सर्वे कमण्डलुयुता मुक्तकक्षाक्षमालिनः दण्डिनश्चिरवस्त्राश्च जडाभिरधिशोभिताः स्नानाचारासनरताः प्रयत्नध्यानधारिणः मनोब्रह्मणि संयोज्य नियताकारकाङ्क्षिणः अधिष्ठन्दर्शनालापसङ्गन्ध्यानविवर्जिताः एवं व्रतधरा सर्वे त्रिकालं स्नानकारिणः भक्त्या परमया युक्ता विधिना परमेण च कालेन महदाध्यानाद्देवज्ञानमनोगताः ब्रह्मध्यानाग्निनिर्दग्धा यदा शुद्धैकमानसाः आविर्बभूव भगवान् सर्वेषां दृष्टिगोचरः तेजसाप्यायितास्तस्य बभूवुर्भ्रान्तचेतसः तदोवलम्ब्य ते धैर्यमिष्ठं देवं यथाविधि षडङ्गवेदयोगेन हृष्टचित्तास्तु तत्पराः शिरोगतैरञ्जलिभिः शिरोभिश्च महीं गदाः तुष्टुवुसृष्टिकर्तारं स्थितिकर्तारमीश्वरं देवा ऊचुः ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाजिताय च नमस्कुर्मः सुनियताक्रदुवेदप्रदायिने लोकानुकम्पिने देव सृष्टिरूपाय वै नमः भक्तानुकम्पिनेत्यर्थं वेदजाप्यस्तुताय च बहुरूपस्वरूपाय रूपाणां शतधारिणे सावित्रीपदये देव गायत्रीपदये नमः पद्मासनाय पद्माय पद्मवक्त्राय ते नमः वरदाय वरार्हाय कूर्माय च मृगाय च जटामकुटयुक्ताय स्रुवसृचनिधारिणे मृगाङ्गमृगधर्माय धर्मनेत्राय ते नमः विश्वनाम्नेधविश्वाय विश्वेशाय नमो नमः धर्मनेत्रत्राणमस्मादधिकं कर्तुमर्हसि वाङ्मनकाय भावैस्त्वां प्रपन्नास्मः पितामह एवं स्तुतस्तदा देवैर्ब्रह्मा ब्रह्मविदाम्बरः प्रदास्यामि स्मृदो बाढममोखं दर्शनं हि वः ब्रुवन्तु वाञ्छितं पुत्रा प्रदास्यामि वरान्वरान् एवमुक्ता भगवता देवा वचनमब्रुवन् एष एवाद्य भगवन् सुपर्याप्तो महान्वरः जनितो नः सुशब्दोऽयं कमलं क्षिपता त्वया किमर्थं कम्पिता भूमिर्लोकाश्चाकुलिधा कृताः नैदन्निरर्थकं देव उच्यतामत्र कारणं ब्रह्मोवाच युष्मद्धिधार्थमेदद्वै पद्मं विनिहितं मया देवतानां च रक्षार्थं श्रूयदामत्र कारणम् असुरो वज्रनाभोऽयं बालजीवापहारकः अवस्थितस्त्ववष्टभ्य रसातलतलाश्रयं युष्मदागमनं ज्ञात्वा तपस्तान्निहितायुधान् हं दुकामो दुराचारस्येन्द्रानपि दिवौकसः खाधकमलपादेन मया तस्य विनिर्मितः स राज्यैश्वर्यदर्पिष्टस्तेनासौ निहदो मया लोकेऽस्मिन् समये भक्ता ब्राह्मणा वेदपारगाः मैव ते दुर्गतिं यान्तु लभं तां सुगतिं पुनः देवानां दानवानां च मनुष्योरगरक्षसां भूतग्रामस्य सर्वस्य समोऽस्मि त्रिदिवौकसः युष्मद्धितार्थं पापोऽसौ मया मन्त्रेण खादितः प्राप्तः पुण्यकृतान् लोकान् कमलस्यास्य दर्शनाद् यन्मया पद्ममुक्तं तु तेनेदं पुष्करं भुवि ख्यातं भविष्यदे तीर्थं पावनं पुण्यदं महद पृथिव्यां सर्वजन्तूनां पुण्यदं परिपठ्यते कृतो ह्यनुग्रहो देवा भक्तानां भक्तिमिच्छतां वनेऽस्मिन्नित्यवस्येन वृक्षैरभ्यर्थितेन च महाकालो वनेत्रागादागतस्य ममानकाः तपस्यतां च भवतां महज्ञानं प्रदर्शितं कुरुध्वं हृदये देवास्वार्थं चैव परार्थकं भवद्भिर्दर्शनीयं तु नानारूपधरैर्भुवि द्विषन्वैज्ञानिनं विप्रं पापे नैवार्दितो नरः न विमुच्येत पापेन जन्मकोटिशतैरपि वेदाङ्गपारगं विप्रं न हन्यान्न च दूषयेद् एकस्मिन्निहदे यस्मात् कोटिर्भवति खादिता एकं वेदान्तकं विप्रं भोजये श्रद्धयान्विदः तस्य भुक्ता भवेत् कोटिर्विप्राणां नात्र संशयः यः पात्रपूरणीं भिक्षां यदीनां तु प्रयच्छति विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिमाप्नुयाद यथाहं सर्वदेवानां ज्येष्ठश्रेष्ठः पितामहः तथा ज्ञानी सदा पूज्यो निर्ममो निः परिग्रहः संसारबन्धमोक्षार्थं ब्रह्मगुप्तमिदं व्रतम् मया प्रणीतं विप्राणामपुनर्भवकारणम् अग्निहोत्रमुपादाय यस्त्यजेदजितेन्द्रियः रौरवं स प्रयात्याशु प्रणीतो यमकिङ्करैः लोकयात्रावितण्डश्च क्षुद्रं कर्म करोति यः स रागचित्तशृङ्गारी नारीजनधनप्रियः एकभोजी सुमिष्ठाशी कृषिवाणिज्यसेवकः अवेदो वेदनिन्दी च परभार्यां च सेवते इत्यादिदोषदुष्टो यस्तस्य सम्भाषणादपि नरो नरकगामी स्याद्यश्च सद्व्रतदूषकः असन्तुष्टं भिन्नचित्तं दुर्मदिं पापकारिणं न स्पृशेदङ्गसङ्गेन स्पृष्ट्वा स्नानेन शुध्यति एवमुक्त्वा स भगवान् ब्रह्मात्तैरमरैः सह क्षेत्रं निवेशयामास यद्धावत् कथयामि ते उत्तरे चन्द्रनद्यास्तु प्राची यावत् सरस्वती पूर्वं तु नन्दनात् कृष्णं यावत् कल्पं स पुष्करं वेदिह्येषा कृता यज्ञे ब्रह्मणा लोककारिणा ज्येष्ठं तु प्रथमं ज्ञेयं तीर्थं त्रैलोक्यपावनं ख्यातं तद्ब्रह्मदैवत्यं मध्यमं वैष्णवं तथा कनिष्ठं रुद्रदैवत्यं ब्रह्मपूर्वकमकारयत् आद्यमेतत् परं क्षेत्रं गुह्यं वेदेषु पठ्यते अरण्यं पुष्कराख्यं तु ब्रह्मा सन्निहितप्रभुः अनुग्रहो भूमिभागे कृतो वै ब्रह्मणा स्वयम् अनुग्रहार्थं विप्राणां सर्वेषां भूमिचारिणां सुवर्णवज्रपर्यन्ता वेदिकां का महीकृता विचित्रकुटिमारत्नैः कारिदा सर्वशोभना रमदे तत्र भगवान् ब्रह्मा लोकपितामहः विष्णुरुद्रौ तथा देवौ वसवोऽप्यश्विनावपि मरुतश्च महेन्द्रेण रमं ते च दिवौकसः यदत्ते तथ्यमाख्यातं लोकानुग्रहकारणं संहितानुक्रमेणात्र मं त्रैश्च विधिपूर्वकं वेदान् पठन्ति ये विप्रा गुरुशुश्रूषणे रताः वसन्ति ब्रह्मसामीप्ये सर्वे तेनानुभाविताः भीष्म उवाच भगवन् केन विधिना अरण्ये पुष्करे नरैः ब्रह्मलोकमपीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः किं मनुष्यैरुदस्त्रीभिरुद वर्णाश्रमान्वितैः वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि मे पुलस्त्य उवाच नरैस्त्रीभिश्च वस्तव्यं वर्णाश्रमनिवासिभिः स्वधर्माचारनिरतैर्दम्भमोहविवर्जितैः कर्मणा मनसा वाचा ब्रह्मभक्तैर्जितेन्द्रियैः अनसूयुभिरक्षुद्रैः सर्वभूतहितैरतैः भीष्म उवाच किं कुर्वाणो नरकर्मब्रह्मभक्तस्त्विहोच्यते कीदृशा ब्रह्मभक्ताश्च स्मृता नृणां वदस्व मे पुलस्त्य उवाच त्रिविधा भक्तिरुद्दिष्टा मनोवाकाय सम्भवा लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ध्यानधारणया बुद्ध्या वेदार्थस्मरणे हि यद् ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते मन्त्रवेदनमस्कारैरग्निश्राद्धादिचिन्तनैः जाप्यैश्चावश्यकैश्चैव वाचिकी भक्तिरिष्यते व्रतोपवासनियतैश्चितेन्द्रियनिरोधिभिः भूषणैर्हेमरत्नाढ्यैस्तथा चान्द्रायणादिभिः ब्रह्मकृच्छ्रोपवासैश्च तथा चान्यैः शुभव्रतैः कायिकी भक्तिराख्यादा त्रिविधा दुद्विजन्मनां को कृदक्षीरदधिभिर्रत्नदीपकुशोदकैः गन्धैर्माल्यैश्च विविधैर्धातुभिश्चोपवादितैः घृतगुग्गुलुधूपैश्च कृष्णागरुसुगन्धिभिः भूषणैर्हेमरत्नाढ्यैश्चित्राभिस्रग्भिरेव च नृत्यवादित्रगीतैश्च सर्वरत्नोपहारकैः भक्ष्य भोज्यन्नपानैश्च या पूजा क्रियते नरैः पितामहं समुद्दिश्य भक्तिः सा लौकिकी मदा वेदमन्त्रहविर्योगैर्भक्तिर्या वैदिकी मदा दर्शे वा पौर्णमास्यां वा कर्तव्यमग्निहोत्रकं प्रशस्तं दक्षिणादानं पुरोडाशं चरुक्रिया इष्टिर्धृतिः सोमपानं यज्ञीयं कर्म सर्वशः ऋग्यजुसामजाप्यानि संहिताध्यायनानि च क्रियन्ते विधिमुद्दिश्य सा भक्तिर्वैदिकीष्यते अग्निभूम्यनिलाकाशाम्बुनिशाकरभास्करम् समुद्दिश्य कृतं कर्म तत्सर्वं ब्रह्मदैवतम् आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिस्थिता नृप सङ्ख्याख्या योगजा चान्या विभागं तत्र मे शृणु चतुर्विंशतितत्त्वानि प्रधानादीनि सङ्ख्यया अचेतनानि भोग्यानि पुरुषः पञ्चविंशकः चेतनः पुरुषो भोक्ता न कर्ता तस्य कर्मणः आत्मानित्यो व्ययश्चैव अधिष्ठादा प्रयोजकः अव्यक्तपुरुषो नित्यकारणं च पितामहः तत्त्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः सङ्ख्यया परिसङ्ख्याय प्रधानं च गुणात्मकं साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते प्रयोज्यत्वं प्रधानस्य वैधर्म्यमुदमुच्यते सर्वत्र कर्तृस्य ब्रह्मपुरुषस्याप्यकर्तृता चेतनत्वं प्रधाने च सधार्म्यमिदमुच्यते तत्त्वान्तरं च तत्त्वानां कर्मकारणमेव च प्रयोजनं च नैयोज्यमैश्वर्यं तत्त्वसङ्ख्यया सङ्ख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिन्तकैः इति तत्त्वस्य सम्भारं तत्त्वसङ्ख्या च तत्त्वदः ब्रह्मतत्त्वाधिकं चापि श्रुत्वा तत्त्वं विदुर्बुधाः साङ्ख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता योगजमभिभक्तानां शृणु भक्तिं पितामहे प्राणायामपरो नित्यं ध्यानवान्नियतेन्द्रियः भक्ष्यभक्षीव्रदिवापि सर्वप्रत्याहृदेन्द्रियः धारणं हृदये कुर्याध्यायमानः प्रजेश्वरं हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनं परिदोद्योदितमुखं ब्रह्मसूत्रकडीतटं चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम् योगजामानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता य एवं भक्तिमान् देवे ब्रह्मभक्तः स उच्यते वृत्तिं च शृणु राजेन्द्र या स्मृता क्षेत्रवासिनां स्वयं देवेन विप्राणां विष्णुवादीनां समागमे कथिता विस्तरात् पूर्वं सर्वेषां तत्र सन्निधौ निर्ममा निरहङ्कारा निःसङ्गा निष्परिग्रहाः बन्धुवर्गे च निःस्नेहाः समलोष्टाश्मकाञ्चनाः भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः प्राणायामपरा नित्यं परध्यानपरायणाः याजिनः शुचयो नित्यं यदि धर्मपरायणाः साङ्ख्ययोगविधिज्ञाश्च धर्मज्ञाश्चिन्नसंशयः यजन्ते विधिनानेन ये विप्राः क्षेत्रवासिनः अरण्ये पौष्करे तेषां मृदानां सद्फलं शृणु व्रजन्ति ते सुदुष्पापं ब्रह्म सायुज्यमक्षयम् यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकं पुनरावर्तनं हित्वा ब्राह्मी विद्यां समास्थिताः पुनरावृत्तिरन्येषां प्रपञ्चाश्रमवासिनां गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा जुहोदिविधिना सम्यङ् मन्त्रैर्यज्ञे निमन्त्रितः अधिकं फलमाप्नोति सर्वदुःखविवर्जितः सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः बालसूर्यप्रकाशेन विमानेन सुवर्चसा वृतस्त्रीणां सहस्रैस्तु स्वां चदगमनालयः विचरत्यनिवार्येण सर्वलोकान्यदृच्छया स्पृहणैयतमः पुंसां सर्वधर्मोत्तमो धनी स्वर्गच्युद्धः प्रजायेत कुले महदिरूपवान् धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च वेदाध्ययनसंयुक्तो भैक्ष्य वृद्धिर्जितेन्द्रियः नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान् सर्वकामसमृद्धेन सर्वकामावलम्बिना सूर्येणेव द्वितीयेन विमानेनानिवारिदः गुह्यकानामब्रह्माख्यगणाः परमसम्मताः अप्रमेयबलैश्वर्या देवदानवपूजिताः तेषां स समदायादितुल्यैश्वर्यसमन्वितः देवदानवमर्त्येषु भवत्यनियतायुधः वर्षकोटिसहस्राणि वर्षकोटिशतानि च एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते उषित्वासौ विभूत्यैवं यदा प्रत्यवदे पुनः विष्णु लोकात्स्वकृत्येन स्वर्गस्थानेषु जायते पुष्करारण्यमासाद्य ब्रह्मचर्याश्रमे स्थितः अभ्यासेन तु वेदानां वसतिम्रियतेऽपि वा मृदोऽसौ यादिदिव्येन विमानेन स्वतेजसा पूर्णचन्द्रप्रकाशेन शशिवत्प्रियदर्शनः रुद्रलोकं समासाद्य गुह्यकैः सह मोददे ऐश्वर्यं महदाप्नोति सर्वस्य जगदः प्रभुः भुक्त्वा युगसहस्राणि रुद्रलोके महीयते प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु नित्यं प्रमुदितस्तत्र भुक्त्वा सुखमनामयं द्विजानां सदने दिव्ये कुले महदि जायते मानुषेषु स धर्मात्मा सुरूपो वाक्पतिर्भवेद स्पृहणीयवपुस्त्रीणां महाभोगपतिर्बली वानप्रस्थसमाचारी ग्राम्यौषधिविवर्जितः सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते शीर्णपर्णफलाकारपुष्पमूलाम्बुभोजनः कापोतेनाश्मकुट्टेन दन्तोलूकलिकेन च वृत्त्युपायेन जीवेदचीरवल्कलवाससा जडीतृशवणस्नायी त्यक्तदोषस्तु दण्डवान् कृच्छ्रव्रतपरो यस्तु स्वपदो यदि वा परः जलशायी पञ्चतपा वर्षास्वभ्रावगाहकः कीडकण्टकपाषाणभूम्यां तु शयनं तथा स्थानवीरासनरदसं विभागी दृढव्रतः अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः नित्यं धर्मार्जनरतो जिदक्रोधो जिदेन्द्रियः ब्रह्मभक्तः क्षेत्रवासी पुष्करे वसते मुनिः सर्वसङ्गपरित्यागी स्वारामो विगतस्पृहः यश्चात्र वसदे भीष्म शृणु तस्यापि या गतिः तरुणार्कप्रकाशेन वेदिकास्तम्भशोभिना ब्रह्मभक्तो विमानेन यादिकामप्रचारिणां विराजमानो नभसिद्वितीय इव चन्द्रमाः गीतवादित्र नित्यज्ञैर्गन्धर्वाप्सरसाङ्गणैः अप्सरोभिः समायुक्तो वर्षकोटि शतान्यसौ यस्य कस्यापि देवस्य लोकं व्यात्यनिवारितः ब्रह्मणोऽनुग्रहेणैव तत्र तत्र विराजते ब्रह्मलोकाच्युतश्चापि विष्णुलोकं स गच्छति विष्णुलोकात् परिभ्रष्टो रुद्रलोकं स गच्छति तस्मादपि च्युतस्थानाद्वीपेषु स हि जायते स्वर्गेषु च तथान्येषु भोगान् भुक्त्वा यथेप्सितान् भुक्त्वैश्वर्यं ततस्तेषु पुनर्मर्त्येषु जायते राजा वा राजपुत्रो वा जायते धनवान् सुखी सुरूपसुभगकान्धकीर्तिमान् भक्तिभाविदः ब्राह्मणाः क्षत्रिया वैश्याशूद्रा वा क्षेत्रवासिनः स्वधर्मनिरता राजन् सुवृत्ताश्चिरजीविनः सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः पुष्करे तु महाक्षेत्रे ये वसन्ति मुमुक्षवः मृतास्ते ब्रह्मभवनं विमानैर्यान्ति शोभनैः अप्सरो गणसङ्घुष्टैः कामघैः कामरूपिभिः अथवा सर्वदीप्ताग्नौ स्वशरीरं जुहोदियः ब्रह्मध्यायी महासत्त्वसब्रह्मभवनं व्रजेद ब्रह्मलोकोक्षयस्तस्य शाश्वतो विभवैः सह सर्वलोकोत्तमो रम्यो भवदीष्टार्थसाधकः पुष्करे तु महापुण्ये प्राणान्ये सलिले त्यजन् तेषामप्यक्षयो भीष्मब्रह्मलोको महात्मनां साक्षात् पश्यन्ति ते देवं सर्वदुःखविनाशनं सर्वामरयुतं देवं रुद्रविष्णुगणैर्युधम् अनाशके मृता शूद्राः पुष्करे तु वने नराः हंसयुक्तैस्तदो यान्ति विमानैरर्कसप्रभैः नानारत्नसुवर्णाढ्यैर्दृढैर्गन्धाधिवासितैः अनौपम्यगुणैरन्यैरप्सरोगिदनादितैः पताकाध्वजविन्यस्तैर्नानाखण्डा निनादितैः बह्वाश्चर्यसमोपेधैक्रीडाविज्ञानशालिभिः सुप्रभैर्गुणसम्पन्नैर्मयूरवरवाहिभिः ब्रह्मलोके नराधीरा रमं ते नाशके मृताः तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यधेप्सितान् धनी विप्नकुले भोगी जायते मर्त्यमागतः कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः सर्वलोकान् परित्यज्य ब्रह्मलोकं स गच्छति ब्रह्मलोके वसेत्तावद्यावत् कल्पक्षयो भवेद् नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः गतिस्तस्या प्रतिहदा तिर्यगूर्ध्वमधस्तथा स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी सदाचारविधिप्रज्ञसर्वेन्द्रियमनोहरः नृत्यवादित्रगीतज्ञसुभगः प्रियदर्शनः नित्यमम्लानकुसुमो दिव्याभरणभूषितः नीलोत्पलदलश्यामो नीलकुञ्चिदमूर्धजः अजकन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः सर्वैश्वर्यगुणोपेता यौवनेनादिगर्विताः स्त्रियः सेवन्ति तत्रस्ताः शयने रमयन्ति च वीणावेणुनिनादैश्च सुप्तः सम्प्रति बुध्यते महोत्सवसुखं भुङ्क्ते दुःप्राप्यमकृतात्मभिः प्रसादादेवदेवस्य ब्रह्मणः शुभकारिणः भीष्म उवाच आचाराः परमाधर्माः क्षेत्रधर्मपरायणाः स्वधर्माचारनिरता जिदक्रोधा जिदेन्द्रियाः ब्रह्मलोकं व्रजन्तीति नैदच्चित्रं मदं मम असंशयं च गच्छन्ति लोकानन्यानपि द्विजाः विना पद्मोपवासेन तथैव नियमेन च स्त्रियो म्लेच्छाश्च शूद्राश्च पक्षिणः पशवो मृगाः मूका जडान्धबधिरास्तपो नियमवर्जिताः तेषां वदगतिं विप्रपुष्करे ये त्ववस्थिताः पुलस्त्य उवाच स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः पुष्करे दुमृदा भीष्मब्रह्मलोकं व्रजन्ति ते शरीरैर्दिव्यरूपैस्तु विमानैरवि सप्रभैः दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः सुवर्णवज्रसोपानमणिस्तम्भविभूषितैः सर्वकामोपभोगाढ्यैः कामघैः कामरूपिभिः नानारसाढ्यं गच्छन्ति स्त्रीसहस्रसमाकुलाः ब्रह्मलोकं महात्मानो लोकानन्यान्यधेप्सितान् ब्रह्मलोकाच्युताश्चाभिक्रमाद्वीपेषु यान्ति ते कुले महदि विस्तीर्णे धनी भवति सद्विजः तिर्यज्ञोनि गदायेदु सर्पकेडपिपीलिकाः स्थलजा जलजाश्चैव स्वेदाण्डोद्भिज्जरायुजाः सकामा वाप्यकामा वा पुष्करेदु वने मृदाः सूर्यप्रभविमानस्था ब्रह्मलोकं प्रयान्ति ते कलौ युगे महाकोरे प्रजाः पापसमीरिताः नान्येनास्मिन्नुपायेन धर्मस्वर्गश्च लभ्यते वसन्ति पुष्करे ये दुर्ब्रह्मार्चनरता नराः कलौयुगे कृतार्थास्ते कृष्यन्त्यन्ये निरर्थकाः रात्रौ करोति यत्पापं नरः पञ्चभिरिन्द्रियैः कर्मणा मनसा वाचा कामक्रोधवशानुगाः प्रादस्स जलमासाद्य पुष्करेदु पितामहम् अभिगम्य शुचिर्भूत्वा तस्मात् पापात् प्रमुच्यते उदयेर्कस्य चारभ्य यावद्दर्शनमूर्ध्वगम् मानसाख्ये प्रसंचित्य ब्रह्मयोगे हरेदखं दृष्ट्वा विरिञ्चिं मध्याह्ने नरः पापात् प्रमुच्यते मध्याह्नास्तमयान्तं यदिन्द्रियैः पापमाचरेत पितामहस्य सन्ध्यायां दर्शनादेवमुच्यते शब्दादीन् विषयान् सर्वान् भुञ्जानोऽपि सकामतः ह्यः पुष्करे ब्रह्मभक्तो निवसे तपसि स्थितः पुष्करारण्यमध्यस्थो मिष्टान्नास्वादभोजनः त्रिकालमपि भुञ्जानो वायुभक्षसमो मदः वसन्ति पुष्कर येदु नराः सुकृतकर्मिणः ते लभन्ते महाभोगान् क्षेत्रस्यास्य प्रभावदः यथा महो दग्धेस्तुल्यो न चान्योऽस्ति जलाशयः तथा वै पुष्करस्यापि समं तीर्थं न विद्यते पुष्करारण्यसदृशं तीर्थं नास्त्यधिगं गुणैः अध तेऽन्यान् प्रवक्ष्यामि क्षेत्रे यस्मिन् व्यवस्थिताः विष्णुना सहिताः सर्व इन्द्राद्याश्च दिवौकसः गजवक्त्रकुमारश्च रेवन्तः स दिवाकरः शिवदूती तथा देवी कन्याक्षेमं करी सदा अलं तपोभिर्नियमैः सुक्रियार्चनकारिणां व्रतोपवासकर्माणि कृत्वान्यत्र महान्त्यपि ज्येष्ठे दु पुष्करारण्ये यस्तिष्ठति निरुद्यमः लभते सर्वकामित्वं योऽत्रैवास्ते द्विजः सदा पितामहसमं याधिष्ठानं परममव्ययम् कृते द्वादशभिर्वर्षैस्त्रेधायां हायनेन तु मासेन द्वापरे भीष्म अहोरात्रेण तत्कलौ फलं सम्प्राप्यते लोके क्षेत्रेऽस्मिंस्तीर्थवासिभिः इत्येवं देवदेवेन पुरोक्तं ब्रह्मणा मम नाथपरतरं किञ्चित् क्षेत्रमस्तीह भूतले तस्मात् सर्वप्रयत्नेनारण्यमेदत्समाश्रयेत् गृहस्थो ब्रह्मचारी च वानप्रस्थोऽधभिक्षुकः यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् एकस्मिन्नाश्रमे धर्मं योनु तिष्ठेद्यथाविधि अकामद्वेषसंयुक्तः स परत्र महीयते चतुष्पथा हि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता येदामाश्रित्य निःश्रेणीं ब्रह्म लोके महीयते आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः कुरौ वा गुरुपुत्रे वा वशे धर्मार्थकोविदः कर्मादिरेकेण गुरोरध्येतव्यं बुभूषता दक्षिणानां प्रतापी स्यादाहूदो गुरुमाश्रयेद जघन्यशायी पूर्वं स्यादुद्धायी गुरुवेश्मनि यच्च शिष्येण कर्तव्यं कार्यमासेवनादिकम् कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः किं करः सर्वकारी च सर्वकर्मसुकोवितः शुचिर्दक्षो गुणोपेदो ब्रूयादिष्टमधोत्तरं चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः नाभुक्तवति चाश्नीयादपीतवति नोऽपि भेद न तिष्ठति तथा सीद न सुप्तेनैव संविश्येत् उत्थानाभ्यां च पाणिभ्यां पादावस्य मृदुस्पृशेद दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेद् अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निधि इदं करिष्ये भगवन्निदं चापि मया कृतम् इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनं कुर्यात् कृतं च तत्सर्वमाख्येयं गुरवे पुनः यांस्तु गन्ध्रान् रसान् वापि ब्रह्मचारी न सेवते सेवेत तान् समावृत्य इति धर्मेषु निश्चयः एकेजिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः तान् सर्वाननु गृह्णीयाद् भक्तशिष्यश्च वै गुरोः स एव गुरवे प्रीतिमुपकृत्य यथा बलम् अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेद कर्मणा वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः भिक्षा भुगप्यथशायी समधीत्य गुरोर्मुखाद वेदव्रतोपयोगी च चतुर्धांशेन योगदः गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि धर्मान्वितैर्युतो दारैरग्निना बाह्यपूजयेद द्वितीयमायुषो भागं गृहमेधी समाचरेद। गृहस्थवृत्तयः पूर्वं चदस्रो मुनिभिकृदाः कुसूलधान्यप्रथमा कुम्भी धान्या द्वितीयका अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्धिका तासां परावरा श्रेष्ठा धर्मदो लोकजित्तमा। षट्कर्मवर्तकस्त्वेकस्त्रिभिरन्यः प्रसर्पते द्वाभ्यां चैव चतुर्धस्तु द्विजः सब्रह्मणि स्थितः। गृहमेधिव्रदादन्यन्महातीर्थं न चक्षते नात्मार्थे पाजयेदन्नं न वृथा खादयेत् पशुं। प्राणी वा यदि वा प्राणी संस्काराद्यज्ञमर्हति न दिवा प्रस्वपेज्जादु न पूर्वा पररात्रयोः। न भुञ्जेदान्तरा काले नानृतं तु वदेदिह न चाप्यश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः। तथा स्यातिधयः पूज्या हव्यकव्यवहा स्मृताः वेदविद्याव्रतस्नादा श्रोत्रिया वेदपारगाः। स्वकर्म जीविनोदां था क्रियावन्तस्तपस्विनः तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते। नश्वरै सम्प्रयातस्य स्वधर्मापकदस्य च अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः। असत्याभिनिवेशस्य नाधिकारोऽस्ति कर्मणोः संविभागोत्रभूतानां सर्वेषामेव शिष्यते। तथैवापजमानेभ्यः प्रदेयं गृहमेधिना विकसाशी भवेन्नित्यं नित्यं चामृतभोजनः। अमृतं यज्ञशेषं स्याद्भोजनं हविषा समं सम्भुक्तशेषं योऽस्नादि तमाहुर्विकसाशिनम्। स्वदारनिरदो दान्तो दक्षोत्यर्थं जितेन्द्रियः ऋत्विक्पुरो हिताचार्य मातुलातिथिः संहतैः वृद्धबालातुरैर्वैद्यैर्ज्ञादिसम्बन्धिबान्धवैः मात्रा पित्रा जजामात्रा भ्रात्रा पुत्रेण भार्यया दुहित्रा दासवर्गेण विवादं न समाचरेद। एतान् विमुच्य संवादान् सर्वपापैः प्रमुच्यते। एतैर्जितैस्तु जयति सर्वलोकान्न संशयः आचार्यो ब्रह्म लोकेश प्राजापत्यप्रभुः पिता। अतिथिः सर्वलोकेश ऋत्विग्वेदाश्रयप्रभुः जामातापसरसां लोके ज्ञादयो वैश्वदेविकाः। सम्बन्धिबान्धवादिक्षु पृथिव्यां मातृमातुलौ वृद्धबालातुराश्चैव आकाशे प्रभविष्णवः। पुरोधा ऋषिलोकेशः संश्रिताः साध्यलोकपाः। अश्विलोकपतिर्वैद्यो भ्रातादु वसुलोकपः। चन्द्रलोकेश्वरी भार्या दुःखिताप्सरसां गृहे भ्राता ज्येष्ठसमपित्रा भार्यापुत्रस्वकातनुः कायस्तादासवर्गाश्च दुःखिता कृपणं परं तस्मादेतैरधिक्षिप्तः सखेन्नित्यमस्सं ज्वरः गृहधर्मरदो विद्वान् धर्मनिष्ठोजिदक्लमः नारभेद्बहुकार्याणि धर्मवान् किञ्चिदारभेद गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परं परस्परं तथैवाहुश्चादुराश्रम्यमेव च ये चोक्तानि यमास्तेषां सर्वं कार्यं बुभूषुणा कुम्भधान्याय उञ्छशिल्है कापोदीं वृत्तिमाश्रितैः यस्मिंश्चैदे वसन्त्यर्थास्तद्राष्ट्रमभिवर्धते पूर्वापरान् दशपरान् पुनाति च पितामहान् गृहस्थवृत्तिमप्येदां वर्तयेद्यो गतव्यधः स चक्रधरलोकानां समानां प्राप्नुयाद् गतिम् जितेन्द्रियाणामथवा गतिरेषा विधीयते स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनाम् ब्रह्मणाभिहदा श्रेणी ह्येषा यस्याः प्रमुच्यते द्वितीयां क्रमश प्राप्य स्वर्गलोके महीयते तृतीयामपि वक्ष्यामि वानप्रस्थाश्रमं शृणु गृहस्थस्तु यदा पश्येद्वलीपलिदमात्मनः अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् गृहस्थव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् श्रूयतां भीष्मभद्रं ते सर्वलोकाश्रयात्मनां दीक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनां प्रज्ञाबलयुजां पुंसां सत्यशौचक्षमावतां तृतीयमायुषो भागं वानप्रस्थाश्रमे वसन् तानेवाग्नीन् परिचरेद्यजमानो दिवौकसः नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान् तदाग्निहोत्रमात्राणि यज्ञाङ्गानि च सर्वशः अकृष्टं वैव्रीहियवं निवारं विकसानि च ग्रीष्मे हविष्यं प्रायच्चेत्समाख्येष्वपि पञ्चसु वानप्रस्थाश्रमेऽप्येदाश्चतस्रो वृत्तयः स्मृताः सद्यप्रभक्षका केचित् केचिन् मासिकसञ्चयान् वार्षिकान् सञ्चयान् केचित् केचित् द्वादशवार्षिकान् कुर्वन्ति अतिथिपूजार्थं यज्ञतन्त्रार्थमेव च अभ्रावकाशावर्षासु हेमं ते जलसंश्रयाः ग्रीष्मे पञ्चाग्नितपसरद्यमृतभोजनाः भूमौ विपरिवर्तं दे तिष्ठन्ति प्रपदैरपि स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते दन्दोलूखलिनः केचिदश्मकुट्टास्तथा परे शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचिद् कृष्णपक्षे पिबन्त्येके भुञ्जदे च यथागमम् मूलैरेके फलैरेके जलैरेके दृढव्रताः वर्तयन्ति यथा न्यायं वैखानस धृतव्रताः एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां चतुर्थश्चौपनिषदो धर्मसाधारणो मदः वानप्रस्थो गृहस्थश्च सततोऽन्यप्रवर्तते तस्मिन्नेव युगे तात विप्रै सर्वार्थदर्शिभिः अगस्त्यश्च सप्तर्षयो मधुश्चन्दो गवेषणः सांकृतिः सदिवो भाण्डेर्यवप्रोधाह्यथर्वणः अहो वीर्यस्तथा काम्यस्ताणुर्मेधातिधिर्बुधः मनो वाकशिनी वाकशून्यपालो कृतव्रणः एते कर्मसु विद्वांसस्तदस्वर्गमुपागमन् एते प्रत्यक्षधर्माणस्तदा यायावरागणाः ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनां सुरेश्वरं समाराध्य ब्राह्मणा वनमाश्रिताः अपास्योपरदा मायां ब्राह्मणा वनमाश्रिताः अनक्षत्रास्तथा दृश्या दृश्यन्ते प्रोषिता गणाः जरयादु परिद्यूना व्याधिना परिपीडिताः चतुर्धं त्वाश्रमं शेषं वानप्रस्थाश्रमाद्ययुः सद्यस्कारी सुनिर्वाप्य सर्ववेदसदक्षिणाम् आत्मयाजी सौम्यमदिरात्मक्रीडात्मसंश्रयः आत्मन्यग्निं समाधाय त्यक्त्वा सर्वपरिग्रहम् सद्यः कश्च यजेद्यज्ञानिष्ठिं चैवेह सर्वदा सदैव याजिनां यज्ञानात्मनिज्ञा प्रवर्तते त्रीणेवाग्नीं त्यजेत् सम्यगात्मन्येवात्मनाक्षणाद् प्राप्नुयाद्येन वा यच्च तत् प्राश्नीयादकुत्सयान् केशलोमनखान्यस्येद्वानप्रस्थाश्रमे रदः आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्विदः लोकास्तेजो मयास्तस्य प्रेत्य चानन्त्यमश्नुते सुशीलवृत्तो व्यपनीदकल्मषो न चेहनामुत्र चरन्दुमीहते अरोषमोहो गदसन्धिविग्रहः सचेदुदासीनवदात्मचिन्तया यमेषु चैवान्यगदेषु न व्यधस्वशास्त्रशून्यो हृदिनात्मविभ्रमः भवेद्यथेष्टा गदिरात्मयाजिनी निःसंशये धर्मपरे जितेन्द्रिये अधः परं श्रेष्ठमदिव सद्गुणैरधिष्ठितं त्रीनदिवर्त्य चाश्रमान् चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणं प्राप्य संस्कारमेदाभ्यामाश्रमाभ्यां ततःपरं यत्कार्यं परमात्मार्थं तत्त्वमेकमनाशृणु काषायं धारयित्वा दुःश्रेणीस्थानेषु च त्रिषु यो वज्रच्च परं स्थानं पारिव्राज्यमनुत्तमं तद्भावनेन संन्यस्य वर्तनं श्रूयतां तथा एक एव चरेद्धर्मं सिद्ध्यर्थमसहायवान् एकश्चरति यः पश्यन् न जहादि न हीयते अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेद अश्वस्तनविधानस्यान्मुनिर्भावसमन्वितः लक्वाशी नियदाहारसहृदन्नं निषेवयेद कपालं वृक्षमूलानि कुचेलमसहायता उपेक्षा सर्वभूतानामेदावद्भिक्षुलक्षणं यस्मिन्वाच प्रविशन्ति कूपे प्राप्ता मृदा इव न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेद नैव पश्येन्न शृणुयादवाच्यं जादु कस्यचिद् ब्राह्मणानां विशेषेण नैदद्भूयात् कथंचन यद्ब्राह्मणस्यानुकूलं तदेव सततं वदेद् तूष्णीमासीद निन्दायां कुर्वन् भैषज्यमात्मनः येन पूर्णमिवाकाश्यं भवत्येकेन सर्वदा शून्यं येन समाकीर्णं तं देवा ब्राह्मणं विदुः येन केनचिदाच्छिन्नो येन केनचिदाश्रितः यत्र क्वचनशायी च तं देवा ब्राह्मणं विदुः अहेरिव जनाद्भिदः सुहृदो नरकादिव कृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः न हृष्येद विषीदेद मानीदो मानितस्तथा सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः नाभिन्नं देदमरणं नाभिन्नं देदजीवितम् कालमेव निरीक्षेद निर्देशं कृषको यथा अनभ्याहदचित्तश्च दान्तश्चाहदधिस्तथा विमुक्तः सर्वपापेभ्यो नरो गच्छेत्तदो दिवम् अभयं सर्वभूतेभ्यो भूतानामभयं यदः तस्य देहविमुक्तस्य भयं नास्ति कुतश्चन यथा नागपदेन्यानि पदानि पदगामिनां सर्वाण्येवावलीयन्ते तथा ज्ञानानि चेतसि एवं सर्वमहिंसायां धर्मोऽर्थश्च महीयते मृतः स नित्यं भवति यो हिंसां प्रतिपद्यते अहिंसकस्ततः सम्यग् धृतिमान्नियतेन्द्रियः शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः न मृत्युरधिको भावसोमृतत्वं च गच्छति विमुक्तः सर्वसङ्गेभ्यो मुनिराकाशवस्थितः विष्णुप्रियकरशान्तस्तं देवा ब्राह्मणं विदुः जीवितं यस्य धर्मार्थं धर्मोरत्यर्थमेव च अहोरात्रादिपुण्यार्थं तं देवा ब्राह्मणं विदुः निवारिदसमारम्भं निर्नमस्कारमस्तुतिम् अक्षीर्णं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः सर्वाणि भूतानि सुखं रमं दे सर्वाणि दुःखानि भृशं भवन्ति तेषां भवोत्पादनजातखेदकुर्यात्तु कर्माणि च श्रद्धदानः दानं हि भूताभयदक्षिणाया सर्वाणि दानान्यधितिष्ठतीह तीक्ष्णेन तनुं यः प्रथमं जुहोदि सोऽनन्दमाप्नोत्यभयं प्रजाभ्यः उत्तानमास्येन हविर्जुहोदि अनन्दमाप्नोत्यभिधप्रतिष्ठां तस्याङ्गसङ्गादभिनिष्कृतं च वैश्वानरं सर्वमिदं प्रपेदे प्रादेशमात्रं हृदभिसृतं यत्तस्मिन् प्राणेनात्मयाजीजुहोति तस्याग्निहोत्रे हुदमात्मसंस्थं सर्वेषु लोकेषु सदैव तेषु देवं विधातुं त्रिवृतं सुवर्णं ये वै विदुष्टं परमार्थभूतं ते सर्वभूतेषु महीयमाना देवासमर्था अमृतं व्रजन्ति वेदांश्च वेद्यं च विधिं च कृष्णमधो निरुक्तं परमार्थतां च सर्वं शरीरात्मनि यः प्रवेद तस्याभि सर्वे प्रचरन्ति नित्यं भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं तं च समण्डलान्ते प्रदक्षिणं दक्षिणमन्तरिक्षे यो वेदनाप्यात्मनि दीप्तरश्मिः आवर्तमानं च विवर्तमानं षण्णेमि यद्वादशारं त्रिपर्व यस्येदमास्यं परिपादि विश्वं तत्कालचक्रं निहितं गुहायां यतप्रसादं जगदशरीरं सर्वांश्च लोकानधिगच्छतिह तस्मिन् हि सन्दर्पयदिह देवान् स वै विमुक्तो भवदिह नित्यं तेजोमयो नित्यमदपुराणो लोके भवत्यर्थभयादुपैति भूतानि यस्मान्न भयं व्रजन्ति भूतेभ्यो यो नो द्विजदे कदाचित् अगर्हणीयो न च गर्हतेऽन्यान् स वै विप्रप्रवरं स्वात्मनीक्षेद विनीद मोहोऽप्यपनीद कल्मषो न चेकनामुत्र च योऽर्थमृच्छति अरोषमोहसमलोष्टकाञ्चन प्रहीणशोः गदसन्धिविग्रहः अपेदनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीन वदेव भिक्षुः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे क्षेत्रवासमाहात्म्यं नाम पञ्चदशोऽध्यायः ॐ